सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे वयम् एकं सुभाषितं शृणुमः. भगिनी भगिनी श्रावयति. भगिनी कृपया श्रावयतु. अस्मद्गुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्. विद्या भोगकरी यशस्सुखकरी. विद्या गुरूणां गुरुः. विद्या बन्धुजनो विदेशगमने. विद्या परा देवता. विद्या राजसु पूज्यते न तु धनं. विद्या विहीन पशुः. धन्यवादः. क्रियापदस्य विभज्यप्रयोगः इति विषयः सप्ताहद्वयात् पूर्वम् आरब्धः. अद्यापि स एव विषयः अनुवर्तते. क्रियापदस्य विभजनं कृत्वा वाक्यं दत्तमस्ति चेत् तस्य परिवर्तनं कृत्वा लट्लकाररूपं योजयित्वा लेखनीयम्. लट्लकाररूपं योजयित्वा वाक्यं दत्तमस्ति चेत् क्रियापदस्य विभजनं कृत्वा क्रियापदस्य विभागं कृत्वा पुनः वाक्यं परिवर्त्य लेखनीयम् इति विषयः. सः एव विषयः अद्यापि अनुवर्तते. अद्य वयं तस्य विषयस्य समापनं कुर्मः, अथवा अद्य वयं तं विषयं समापयामः. तदर्थं भवन्तः सर्वे एकषष्टितमं पुटं पश्यन्तु गीतासोपानं पुस्तकात्. तत्र द्वितीय अभ्यासपर्यन्तं वयं समापितवन्तः. अद्य वयं तृतीय अभ्यासात् आरभ्य कुर्मः. तदर्थं भवन्तः सर्वे एकषष्टितमं पुटं पश्यन्तु. तृतीय अभ्यासः. क्रियापदानि विभज्य लिखत इति रक्तवर्णैः लिखितमस्ति. तस्मात् आरभ्य कुर्मः. गोमती भगिनी, कृपया भवती एकवारं पठतु किं दत्तमस्ति. क्रियापदानि विभज्य लिखत. पठामि. तस्मिन् वाक्ये कति पदानि सन्ति? त्रीणि पदानि सन्ति. क्रियापदानि बहुवचनं. विभज्य लबन्तरूपं. लिखत क्रिया. यूयं लिखत. क्रियापदानि लिखत. किं कृत्वा विभज्य क्रियापदानां विभजनं कृत्वा लिखन्तु इति अर्थः. इत्युक्ते अत्र क्रियापदानि इति पदं, तस्य पदस्य विभक्तिः का? क्रियापदानि विभज्य द्वितीया विभक्ति बहुवचनम्. उत्तमं. विभज्य इति ल्यबन्तपदमस्ति इति कृत्वा, तत्र सकर्मकधातुः अस्ति इति कृत्वा क्रियापदानि इति कर्मपदमस्ति. क्रियापदानि विभज्य इति एकरीत्या वदामः, नो चेत् क्रियापदस्य विभजनं कृत्वा इदमेव वाक्यं वदतु. भवती उक्तवती एव. क्रियापदानां विभजनं कृत्वा लिखत. यूयं लिखत. अग्रे पठतु. क्रियापदानि प्रथमस्तम्भे. द्वितीयस्तम्भे क्रियापदानां विभजनं. प्रथम अलङ्करोति. अलङ्कारं करोति. विभजनरूपम् अलङ्कारं करोति. अलङ्करोति इति प्रथमपुरुष एकवचनं लट् रूपं. करोति विभजनम् करोति. विभजनं कृत्वा वदेम चेत् अलङ्कारं करोति. अलङ्कारम् इति पदमस्ति, तस्य विभक्तिः का? अलङ्कारं करोति. किं करोति? कं तदपि द्वितीया विभक्ति एकवचनं चिन्तयामि. उत्तमं. तस्य प्रथमान्तं रूपं किं? प्रथमान्तं रूपमपि अलङ्कारमेव. नपुंसकलिङ्गमस्ति. न अत्र पुंलिङ्गपदमस्ति. अलङ्कारः. चिन्ता मास्तु. अकारान्त पुंलिङ्गपदम् अस्ति. अलङ्कारः इति पदमस्ति. वयं साधारणतया शृणुमः अलम् इति एकम् अव्ययपदमस्ति. स साधारणतया यदा वयम् उपपदविभक्तीनां प्रसङ्गे पठिष्यामः तस्मिन् सन्दर्भे पुनः आयास्यति. अलम् इति एकम् अव्ययपदम् अस्ति, अपि च अत्र क्रू धातुः अस्ति. क्रू धातुतः घञ् प्रत्ययस्य योजनेन कारः इति पदं सिद्ध्यति. अलङ्कारः पुंलिङ्गपदम्, अकारान्तपदं, यथा रामः इव. अत्र अलङ्कारं करोति. क्रू धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र अलङ्कारम् इति कर्मपदम्. अलङ्करोति, अलङ्कारं करोति. तत्र क्रियापदानां विभजनं कृत्वा लिखन्तु इति दत्तमस्ति. इतोपि भिन्नरीत्या वक्तुमिच्छामश्चेत् कथं वक्तुं शक्यते? अत्र अलङ्कारस्य कार्यं करोति, एकं वाक्यं विरचय्य वदतु. अलङ्कारं करोति इति तस्मिन् वाक्ये कर्तृपदं योजयित्वा किञ्चित् एकं सम्पूर्णं वाक्यं लिखतु. पूजकः विग्रहस्य अलङ्कारं करोति. तदपि साधु, नो चेत् मूर्तेः विग्रहस्य अथवा मूर्तेः अलङ्करणम् अलङ्करणं करोति. करोति, अलङ्करणं करोति. इत्युक्ते अत्र घञन्तरूपमपि साधु एव. यथा क्रियापदस्य विभागं कृत्वा विभागः, तत्र घञन्तरूपं, तथा एव अत्रापि अलङ्कारः इति पदं योजयित्वा वक्तुं शक्यते, अथवा अलङ्करणम् इति अपि योजयित्वा वक्तुं शक्नुमः. मूर्तेः देवालये अर्चकः मूर्तेः अलङ्करणं करोति अथवा अलङ्कारं करोति. किन्तु मूर्तेः अथवा विग्रहस्य इति षष्टिविभक्तेः प्रयोगः कृतः यदा वयं विभज्य प्रयोगं कुर्मः चेत्. अलङ्कारः इत्युक्ते अलङ्कारं करोति इत्युक्ते तत् क्रियापदं भवति, अलङ्करणम् इत्युक्ते ल्युडन्तपदं भवति किल. अलङ्कारः इति पुंलिङ्गपदमस्ति, अलङ्कारः घञन्तरूपमस्ति, अलङ्करणं ल्युडन्तपदमस्ति. यथा विभजनम् अस्ति, द्वयोः प्रयोगः अपि कर्तुं शक्यते अत्र. धन्यवादः भगिनि. एकः प्रश्नः अस्ति, तत्र प्रथमा विभक्ति पुंलिङ्ग एकवचनं शब्दः सर्वे अपि घञ् प्रत्ययः वा? सर्वे इति न भगिनि, अत्र प्रकृतिप्रत्यय विभागं कृत्वा पश्यामश्चेत् अत्र अवगन्तुं शक्नुमः. घञन्तरूपाणि सर्वाणि पुंलिङ्गानि एव. ओके, साधारणपरिशीलनम्. अपि च सर्वाणि क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति. तत्र शब्दनिर्माणप्रसङ्गे तादृशं कार्यं भवति. इत्युक्ते लिङ्गं निर्दिष्टरूपेण निश्चितरूपेण भवति तत्र. अस्तु अस्तु, अलङ्कारः अलङ्कारः इत्युक्ते आभरणम्, आभूषणं, विभूषणम् इत्यादीनि अन्यानि पदानि सन्ति. किन्तु अहं शब्दकोशं दृष्टवती, अतः वदामि. मण्डनम् इति पदमपि अस्ति, तस्य अर्थः अपि अलङ्करणम्, अलङ्कारः एव. किन्तु अलङ्कारः भिन्नं पदम्, अलङ्करणं भिन्नं पदम्. द्वितीयं वाक्यं करोतु भगिनि. परिचिन्तयति, परि उपसर्गं, चिन्तयति क्रियापदं, परिचिन्तयति उपसर्गपूर्वकक्रियारूपं, लट् रूपं, प्रथमपुरुषे एकवचनं. परिचिन्तनं, सः परिचिन्तनं करोति. उत्तमं, विभज्य विभज्य प्रयोगः. पूर्वस्मिन् वाक्ये वयं किं कृतवन्तः? अलङ्करणम् इति पदं न, तस्य प्रयोगं न कृतवन्तः. किन्तु अलङ्कारः इति पदं योजयित्वा विभज्य प्रयोगं कृतवन्तः. अस्मिन् वाक्ये ल्युडन्तरूपं योजयित्वा परिचिन्तनं अत्र. अलम् इति पदम् उपपदविभक्तयः इत्यस्मिन् प्रसङ्गे पुनः आयाति. तस्य प्रयोगः निषेधार्थे भवति, पूर्णता इत्यस्मिन् अर्थे अपि भवति, द्वितीयाविभक्तेः प्रसङ्गे अथवा पञ्चमीविभक्तेः प्रसङ्गे. तेषु स्थलेषु अलम् इति उपपदस्य प्रयोगं कृत्वा वाक्यानि लेखितुं शक्नुमः. अलम् इति अव्ययपदम्. अत्र परिचिन्तनम् इति उक्तवती, किञ्चित् वदतु तत्र, भवती यद् जानाति. परिचिन्तनम् इत्युक्ते चिन्तनस्य वारं वारं चिन्तनं करोति. अत्र उपसर्गः कः? परि इति उपसर्गः. परि उपसर्गस्य अर्थः कः? भवती जानाति चेत् किञ्चित् वदतु. परि कोऽपि वदतु. परि उपसर्गस्य सम्यक् करणं परि इति. परिशोधनं मीन्स् शोधनं सर्च्, परिशोधनं विवृतेन शोधनं. शोभा भगिनी वदतु. अराउंड. उत्तमम्. अराउंड परिसरः इति एकम् उदाहरणमस्ति. परिसरः, परिवर्तनम् अपि, परिश्रमं, परिश्रमः अपि, परिश्रमः अपि. उत्तमं भगिनी. अत्र यथा शोभा भगिन्या उक्तं, सरौण्ड् इति अर्थः आस्पास् अथवा चारोन्तरफ्. पुनः पुनः अपि साधु वा? अत्र परि इत्युक्ते तत् सरौण्ड् इति अर्थः अस्ति इति मम चिन्तनम्. अबौट् इति अपि अस्ति भगिनी, तत्र तदेव अन्वयति इति मन्ये. अबौट् अपि परिशोधनम् इत्युक्ते आल्सो अबौट् वन् टापिक्, अराउण्ड् दट् टापिक् ओन्लि वी विल् थिंक एंड थिंक कैन गेट मोर विषयसङ्ग्रहणं करोति किल. क्षम्यतां, किञ्चित् विलम्बेन आगतवती अद्य, किन्तु परि अपि आङ्ग्लभाषायां तदेव आयाति इति मन्ये. परि इत्युक्ते लैक् पेरिफ्री, कम्प्लीट्लि सराौण्डिङ्ग् इत्युक्ते सम्यक् एव इत्युक्ते नथिङ्ग् लेफ्ट् औट्, सम्पूर्णम् अपि सम्पूर्णं. परि संस्कृतभाषायां परि इत्युक्ते आङ्ग्लभाषायां पेरि. अस्तु. अहं किं दृष्टवती इत्युक्ते आस्पास् इति दृष्टवती. चिन्ता मास्तु. धातोः प्रसङ्गे किञ्चित् वैशिष्ट्यम् अस्ति. धातुः अत्र इदित् धातुः, इदित् धातुः चित्यम् इति इदित् धातुः अस्ति. इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इति सूत्रेण मध्ये मेदचोन्त्यात् परः परिभाषासूत्रेण नुमागमः भवति. इत्युक्ते नकारः आयाति, सः नकारः मेदचोन्त्यात् परः इति सूत्रेण मध्ये आयाति इति कृत्वा लौकिकधातुः चिन्त् भवति. तस्मात् अय इति श्रूयते खलु. अय यत्र कुत्रापि अय श्रूयते चेत् सः धातुः चुरादिगणे भवितुं शक्नोति. सर्वदा नास्ति, किन्तु चुरादिगणीयधातुषु मध्ये अय श्रूयते. किन्तु चुरादिगणे णिच् सर्वदा विधीयते, किन्तु अन्येषु गणेषु केवलं प्रेरणार्थे एव णिच् विधीयते. तदर्थम् अन्येषु गणेषु अपि प्रेरणार्थकणिजन्तप्रयोगं कुर्मः चेत् तत्र अय श्रूयते इति विषयः. अत्र धातुः इदित् धातुः इति मुख्यविषयः. परिचिन्तनं करोति. भगिनी एकं वाक्यं श्रावयतु परिचिन्तनं करोति इति योजयित्वा. सः प्रश्नस्य उत्तरं परिचिन्तनं कृत्वा करोति वदति. अथवा प्रश्नस्य उत्तरं परिचिन्तयति नो चेत् सः प्रश्नस्य उत्तरस्य परिचिन्तनं करोति. इत्युक्ते लुडन्तपदं योजयित्वा वदामश्चेत् तस्मात् पूर्वं षष्ठीविभक्तेः प्रयोगः भवति. प्रश्नस्य परिचिन्तनं करोति. उत्तमं, धन्यवादः भगिनी. अनन्तरं सूर्यकुमारी भगिनी भवती करोतु. हा भगिनि. बोधयति, बोधयामि, बोधनं करोमि, विभज्येन बोधनं. एकं वाक्यं वदतु. विद्या भगिनी वाक्यस्य व्याकरणस्य बोधनं करोति. बोधनं करोति. उत्तमम्. अत्र बोधयामि इति दत्तमस्ति. तत् पदं कीदृशं पदम्? उत्तमपुरुष एकवचनं. बोधयामि, बोधनं करोति. उत्तमम्. अत्र बुद्ध धातोः रूपमेव चुरादिगणे तथा न वदामः. किं भवति इत्युक्ते बुद्ध धातुः अस्ति. बुद्ध धातुः हलन्तधातुः अपि च इत्युक्ते हल् वर्णः अन्ते अस्ति इति कृत्वा, अपि च तस्य उपधायाम् उकारः अस्ति इति कृत्वा उदुपदधातुः इति वदामः. बुद्धधातुः भुवादिगणे अस्ति चेत् गुणकार्यं भूत्वा बोधति रूपं सिद्ध्यति. दिवादिगणे अस्ति चेत् तस्य रूपं बुध्यते इति रूपं भवति. दिवादिगणे ष्यन् इति विकरणप्रत्ययः अस्ति इति कृत्वा बुध्यते इति रूपं भवति. किन्तु अत्र णिजन्तरूपं दत्तमस्ति. बुद्धधातुतः णिच् योजयित्वा लिखितमस्ति बोधयामि. अत्र विषयः तु बुद्धधातुः गणद्वये अस्ति, भुवादिगणे अस्ति अपि च दिवादिगणे अस्ति. भुवादिगणे तस्य रूपं बोधति, दिवादिगणे तस्य रूपं बुध्यते. किन्तु अत्र णिच् योजितमस्ति, णिच् प्रेरणार्थे लिखित योजितमस्ति. अयं धातुः चुरादिगणीयः इति वक्तुं न शक्यते. अग्रिमं भगिनि, यदि बुध्यते तु दिवादिगणे अस्ति, किन्तु कर्मणि अपि बुध्यते एव रूपम् आयाति न भगिनि? मया बुध्यते कर्मणि रूपमपि तदेव सार्वधातुके यक् इति सूत्रेण यकारः आयाति. रूपं समानमस्ति चेत् अस्माकम् अवगमनं कथं भवति इत्युक्ते अन्येषां पदानाम् आधारेण एव वयं वक्तुं शक्नुमः. तत् क्रियापदं कर्मण्यर्थे अस्ति वा कर्तृर्थे अस्ति वा इति अवगन्तुम् अन्येषां पदानां परिशीलनं करणीयं. करोतु भगिनि, संशयः. बोधयामि इत्युक्ते टु टीच् आर् टु लर्न्? टु टीच्. टीच्, ओके. शिक्षयामि, दट् इस् आल्सो टु टीच् ओन्ली. धातोः विशिष्टार्थः अस्ति, बुद्धधातोः विशिष्टार्थः. तत्र बुद्धधातुतः बोधनं, शिक्षणं, शिक्षणं तत्र भिन्नधातुः अस्ति इति कृत्वा, किन्तु प्रत्येकं धातोः विशिष्ट अर्थः कः इति अपि ज्ञातव्यम्. अहं बोधयामि इत्युक्ते ऐ टीच् आर् ऐ एम् टीचिङ्ग् इस् इट् बुद्धधातोः रूपं बोधति, बोधामि. बोधामि इस् ऐ लर्न् इस् इट्? ओके, इट्स् कन्फ्यूजिङ्ग् फोर् मी. बोध एण्ड् शिक्ष, बुद्धधातु एण्ड् शिक्षधातु. रिगार्डिङ्ग् द परि उपसर्ग, ऐ जस्ट् रेड् द डीटेल्स्. परि उपसर्ग स्टाण्ड्स् फार् स्पेस् एण्ड् आर् टैम्. डिपेण्डिङ्ग् अपान् द क्रियापदम् इट् विल् टेक् विवक्षा आफ् स्पेस् आर् टैम् डिपेण्डिङ्ग् अपान् वाट् इस् द क्रियापदम्. बेसिकलि परि स्टाण्ड्स् फार् ऐदर् स्पेस् टैम् आर् स्पेस् एण्ड् टैम्. Like parishodhanam is an investigation which is taking time. So parishodhanam means taking time, investigating, taking time. Paryatanam is space. Atanam is moving around. Pari, there it comes for space. Like that, kriyapadam anusritya vivaksha. Space or time you have to take for the upasarga pari. Uttamam mahodaya, dhanyavadaha. Pari upasargasya prayogah. कथं भवति? उत्तमं. मम पार्श्वे एकवारं द्रष्टव्यं. मम पार्श्वे एकं पुस्तकमस्ति, उपसर्गार्थचन्द्रिका इति एकं पुस्तकमस्ति. तस्मिन् पुस्तके उपसर्गाणां प्रसङ्गे लिखितमस्ति, पठनीयम्. अस्तु, धन्यवादः महोदय. अत्र अग्रिमं पदं करोतु भगिनि. पिबति लट्लकार एकवचनं उत्तम प्रथमपुरुष विभज्येन पानं, सः पानं करोति. कर्मपदं योजयित्वा वदतु. जलं कर्मपदं योजयित्वा वाक्यं पुनः परिवर्त्य वदतु. सः जलस्य पानं करोति. विभज्य प्रयोगं कृत्वा, किन्तु अविभज्य वदतु. सः जलं पिबति. सः जलं पिबति. तस्य विभजनं कृत्वा वदामश्चेत् सः जलस्य पानं करोति. यदि वयं पिबति इति क्रियापदं न जानीमश्चेत् तदा पानं करोति इति योजयित्वा वक्तुं शक्नुमः. अत्र धातोः प्रसङ्गे किञ्चित् वदतु. धात आदेशः भवति पा धातु अहं सूत्रं न स्मरामि. पास्थाने पिबायाति. उत्तमम्. इत्युक्ते तत्र शितिपरे एव, इत्युक्ते लट्लकारप्रसङ्गे एव तस्य रूपं पिबा आदेशः लट्लकारप्रसङ्गे एव भवति. तदर्थमेव ल्युडन्तपदं पश्यामश्चेत् पानम् इति अस्ति. पानं तत्र धातुः पा अस्ति, केवलम् अन आयाति युवोरनाकौ इति सूत्रेण पानम् इति रूपं सिद्ध्यति. किन्तु पाधातुः गणद्वये अस्ति. एकस्मिन् अर्थे पानम् अस्ति, अन्यस्मिन् अर्थे पालनम् अथवा रक्षणम् इत्यस्मिन् अर्थे अपि पाधातुः अस्ति. अग्रे पठतु. प्रक्षालयसि उत्तमपुरुष एक मध्यमपुरुष एकवचनं प्रक्षालयसि विभज्येन प्रक्षालनं करोषि. तत्र पूर्णतया वाक्यं श्रावयतु. त्वं वस्त्रस्य प्रक्षालनं करोषि. करोषि. त्वं वस्त्रस्य अथवा वस्त्राणां प्रक्षालनं करोषि. अत्र पश्यतु, प्रक्षालनम् इति पदमस्ति. तत्र प्र इत्यस्मिन् रेफः अस्ति, क्ष इत्यस्मिन् मूर्धन्यषकारः अस्ति. किन्तु अत्र प्रक्षालनं तत्र णत्वं न भवति. किमर्थम्? मध्ये व्यवस्थाने लकारः यकारः अपि अस्ति. यकारः नास्ति, प्रक्षालनं उत्तमं. तत्र अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रे लकारः न उक्तमस्ति. इत्युक्ते लकारः बाधकवर्णः अस्ति इति कृत्वा यदि निमित्तमस्ति तथापि तत्र णत्वं न अभवत्. तदर्थमेव प्रक्षालनम् इत्येव रूपं सिद्ध्यति. लकारः बाधकवर्णः. अपि च अत्र प्रक्षालनम् इति पदं मनसि आयाति चेत् हितोपदेशस्य वाक्यम्, उत्तमं वाक्यम् अहं पठितवती. प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरम्. प्रक्षालनाद्धिपङ्कस्य, पङ्कस्य प्रक्षालनात् दूरात् अस्पर्शनं वरम्. प्रक्षालनाद्धि तत्र सन्धिकार्यं भवति, परसवर्णसन्धिः भवति. प्रक्षालनाद्धिपङ्कस्य अर्थं भगिनि? इति तत्र मड्डि नो स्लश्. सो इन्स्टेड् आफ् एण्टरिङ्ग् द स्लश् एण्ड् गेटिङ्ग् आल् आर् क्लोत्स् डर्टि एण्ड् देन् टेकिङ्ग् लाङ्ग् टैम् टु वाश् इट्, इन्स्टेड् दूर एव भव. सो डर्ट् विल् नाट् स्टिक् टु यु. दट्स् द लिटरल् मीनिङ्ग्. But the underlying meaning is, don't go near any dirty things and make yourself dirty, because it will take a very long time to clean that. So be away from, even instead of going close to a dushtaha, be away from them. That is bhava, I think. उत्तमं भगिनि, तदेव. इत्युक्ते हितोपदेशस्य वाक्यं, प्रक्षालनाद्धि पङ्कस्य दूरात् अस्पर्शनं वरम्. वरम् इत्युक्ते उत्तमं. तदनन्तरं धन्यवादः भगिनि. अधुना वेदा भगिनी भवती करोतु. आं भगिनि, निर्गच्छति. निर्गच्छति गम् दातु. निर्गमनं करोति विभज्येन निर्गमनं करोति रूपम् आयाति. निर्गच्छति निरुपसर्गपूर्वकः गम् दातु. गम्लु धात्वादेशः भवति. तत्र इषु गमि यमां छः इति सूत्रेण गम् स्थाने चकारादेशः भवति शितिपरे एव शितिपरे एव तत्र गच्छति रूपं सिद्ध्यति, किन्तु तस्य लुडन्त रूपं गमनं तत्र धातोः रूपं यथावत् तिष्ठति तत्र लौकिकधातोः रूपम् इत्युक्ते आरम्भे कानिचन प्राकृतिककार्याणि भूत्वा औपदेशिकधातुतः लौकिकधातोः निर्माणं भवति, तदनन्तरं तिङ्प्रत्ययं वा अथवा कृत्प्रत्ययं वा योजयामः तेन तिङन्तम् अथवा कृदन्तपदं निर्मामः. एकं वाक्यं वदतु. कुत्र अस्ति? निर्गच्छति, निर्गमनं करोति. ओके, निर्गच्छति बालकः, निर्गच्छति बालकः निर्गमनं करोति. पर कर्मपदं किं अहं योजयामि? निर्गमनं करोति द्वारस्य निर्गमनं करोति वा? द्वारस्य गृहस्य इति गृहस्य निर्गमनं करोति. आम् सत्यम्. इत्युक्ते बालकः गृहात् निर्गच्छति इति अपि साधुवाक्यमेव. बालकः गृहात् निर्गच्छति अथवा बालकः गृहतः इत्यपि साधु. गृहस्य निर्गमनं करोति इति अपि साधु. छात्रः कक्षायाः निर्गमनं करोति. इत्युक्ते सः कक्षातः बहिर्गच्छति. सत्यं. अग्रिमं प्रविश्य, प्रविश्य इत्युक्ते एण्टरि. क्षम्यतां, प्रविशथ प्रविशथ विषो धातु तत् विभजनं कृत्वा प्रवेशं कुरुथ मध्यमपुरुषे बहुवचनं अस्ति. प्रवेशं कुरुथ. युष्मत् शब्दस्य रूपाणि एकवारं स्मारयतु. अत्र त्रीणि रूपाणि एव केवलं युष्मत् शब्दस्य, एकवचन द्विवचन बहुवचनरूपाणि. युष्मत् शब्दस्य वा? ओके, युष्मत् त्वं युवां यूयं, त्वं युवां यूयं त्वा नै प्रथमान्तानि उक्तवती साधु एव. अत्र चिन्ता मास्तु. प्रविश्य इति प्रथमतया उक्तवती. प्रविश्य अपि च प्रविशथ, अनयोः भेदः कः? प्रविश्य लप्रत्यय, प्रविशत धातुरूपम् अस्ति मध्यमपुरुषे बहुवचने प्रविशत. उत्तमम्. अत्र प्रा इति उपसर्गः अस्ति इति उक्तवती. अत्र विश् धातोः प्रसङ्गे भवती जानाति चेत् वदतु. विश् धातोः प्रसङ्गे एकः अस्ति, विश् धातोः न जानामि भगिनि. विषधातु तुदादिगणे अस्ति, तुदादिगणे अस्ति, तत्कारणेन शप्रत्यय आयाति. अथवा अनुनासिक अकार अस्ति, तत्कारणेन उपदेश अनुनासिकत्वेन तस्य लोपः भवति. विश् एव लौकिकरूपम् अस्ति, विश् रूपम्. गीताञ्जलि भगिनी एकवारं वदतु. तुदादिगणे अस्ति अयं धातुः इति कृत्वा वदतु. कोऽपि गुण अपित् अस्ति चेत् सार्वधातुकम् अपित् तद् तेन ङित्वद् भवति. ङिति च गुणनिषेधकसूत्रमस्ति. सार्वधातुक अस्ति अपि लघुपदा अस्ति तदापि गुणकार्यं न भवति. उत्तम, तदेव श्रोतुम् इष्टवती अहम्. अत्र विश् धातुः हलन्तधातुः इदुपधधातुः. विश् इति कथनेन उपधायां ह्रस्व ईकारः अस्ति, किन्तु अयं धातुः तुदादिगणे अस्ति इति कृत्वा गुणकार्यं न भवति. भुवादिगणे अस्ति चेत् तदा वेशति इति पदं सिद्ध्यति. तुदादिगणे अस्ति इति कृत्वा विशति इति एव सिद्ध्यति, गुणकार्यं न भवति. तुदादिभ्यः शः इति सूत्रमस्ति. तत्र श इति विकरणप्रत्ययः. षित् अस्ति किन्तु पित् नास्ति. षित्वं पित्वं द्वयम् अस्ति चेदेव तत्र गुणकार्यं भवति. तदर्थमेव रूपं प्रविशति इति रूपं सिद्ध्यति. किन्तु अत्र प्रविशथ, पश्यन्तु, प्रवेशः इति पदं योजयित्वा भवती वाक्यम् उक्तवती. प्रवेशः इति घञन्तरूपम् अस्ति, किन्तु अत्र ल्युडन्तरूपं प्रवेशणं लुडन्तरूपं साधुनं भगिनि प्रवेशनं केवलं दन्त्यनकारः एव तत्र वक्तव्यः प्रवेशनं तत्र किमर्थमित्युक्ते प्रवेशनं तत्र गुणकार्यम् अभवत् किल किमर्थमित्युक्ते तस्मात् परं ल्युट् प्रत्ययः अस्ति इत्युक्ते धातोः परं कीदृशप्रत्ययः अस्ति प्रत्ययस्य स्वभावः कः तत्र प्रत्ययौ गुणकार्यस्य कृते आनुकूल्यमस्ति वा इति द्रष्टव्यम् इत्युक्ते प्रत्येकं प्रत्ययस्य भिन्नस्वभावः अस्ति प्रवेशनम् इति वदामश्चेत् तत्र तालव्यशकारः बाधकवर्णः अस्ति इति कृत्वा तत्वर्णत्वं न भवति अपि च प्राय इति उपसर्गः अस्ति उपसर्गः अपि पदमेव इत्युक्ते णत्वं भवितुं निमित्तं दन्त्यनकारः द्वयमपि एकस्मिन्नेव पदे एव भवेत् इति प्रथमः नियमः इत्युक्ते निमित्तं पूर्वस्मिन् पदे अस्ति अपि च दन्त्यनकारः अन्यस्मिन् पदे अस्ति चेत् तत्र भिन्नसूत्राणां द्वारा णत्वं भवति कुत्रचित् तस्य प्रसङ्गे अपवादाः अपि सन्ति चिन्ता मास्तु अग्रे सरतु परिभ्रमति परिभ्रमति परि उपसर्ग पूर्वक धातु भ्रमु धातु भवादिगणे अस्ति भ्रमु भ्रमु लौकिकरूपम् अस्ति भ्रम तत्र विभज्यं कृत्वा भ्रमणं परिभ्रमणं करोति परिभ्रमणम् इत्युक्ते यात्रा किं कृते किम् उक्तवती अहं जानीमः न जानामि इत्युक्ते तत्र एकं वाक्यं वदामश्चेत् भूमिः सूर्यं परिभ्रमति अथवा भूमिः सूर्यस्य परिभ्रमणं करोति तादृशं वाक्यं वक्तुं शक्यते अत्र भ्रमधातोः प्रसङ्गे बहु किमपि ज्ञातव्यमस्ति तस्य रूपं भ्रमति भ्रम्यति भ्रमति भ्रम्यति इति रूपद्वयमपि साधु एव भ्रम्धातोः प्रसङ्गे ष्यन् इति विकरणप्रत्ययः विकल्पेन भवति इत्युक्ते तत्र एकं दीर्घं सूत्रमस्ति वा भ्राश भ्लाश भ्रमु क्रमु त्रुटि भाषः इति एकं सूत्रमस्ति तेन सूत्रेण विकल्पेन ष्यन् आदेशः भवति ष्यन् इति विकरणप्रत्ययः अस्ति भवादिगणे अस्ति तदापि भुवादिगणे अस्ति चेदपि ष्यन् इति विकरणप्रत्ययः विकल्पेन आयाति इति कृत्वा तस्य रूपं भ्रमति भ्रम्यति रूपद्वयमस्ति अपि च अन्यः विषयः अपि अस्ति भ्रम्धातोः प्रसङ्गे भ्रमधातुः दिवादिगणे अस्ति तस्य रूपं भ्रम्यति रूपम् अस्ति किन्तु तत्र एकं विशिष्टं सूत्रमस्ति शमामष्टानां दीर्घः श्यनि शमामष्टानां दीर्घः श्यनि इति सूत्रेण तत्र दीर्घत्वं भूत्वा भ्रम्यति भ्राम्यति रूपद्वयम् अस्ति एतावत् भ्रमति भ्रम्यति भुवादिगणे दिवादिगणे भ्रम्यति भ्राम्यति रूपद्वयं भवति परिभ्रमणं करोति अत्र भ्रमणम् इत्यस्मिन् णत्वमस्ति णत्वमस्ति किमर्थं चेत् बाधकवर्णाः न सन्ति अग्रे अनुसरति अनुसरति अनु उपसर्गपूर्वक श्रुधातु श्रुधातु श्रुधातु सरति लट्लकाररूपं प्रथम इस्मे अनुसरति श्रु अनुसरणम् अणकार अस्ति अनुसरणम् अनुसरणं करोति अनुसरणं साधु वा भगिनी अनुसरणं साधु एव एकं वाक्यं वदतु अनुसरणं करोति अहं मम गुरूणां शिक्षा अनुसरणं करोति एवं भगवद्गीतायां भ्रामयन् सर्वभूतानि इन्द्रारूढानि मायया तत्र भ्रामयन् शत्रन्तरूपं शत्रन्तरूपम् इत्युक्ते णिच् भ्रमधातुः अस्ति णिच् अस्ति अपि च पुंलिङ्गे शत्रन्तप्रयोगः अन्यपदार्थम् अस्माकं भ्रामयति किल लैक् द गाड् मेक्स् अस् गो राउंड महोदय पुनः एकवारं तदेव वाक्यं स्मारयतु, गीतायाः वाक्यं. भ्रामयन् सर्वभूतानि यन्द्रारूढानि मायया. सर्वभूतानि भ्रामयन् सर्वभूतानि यन्द्रारूढानि मायया. मायया यन्द्रारूढानि सर्वभूतानि भ्रामयन्. अस्मिन् वाक्ये अहं चिन्तयामि परमात्मा भ्रामयति, वयं भ्रमामः इत्युक्ते अत्र वयं भ्रमामः, अत्र परमात्मा अस्मान् भ्रामयति. मायया इति अपि अस्ति. मायया इत्युक्ते उपकरणमस्ति. कथं सः कथम् एतत् कार्यं करोति इत्युक्ते मायया परमात्मा. यन्त्रारूढानि इत्युक्ते सर्वभूतानि कीदृशानि यन्त्रारूढानि? यन्त्रारूढानि इति तस्मिन् वाक्ये सर्वभूतानि इत्यस्य विशेषणं. यदा अनुसरणम् इति पदं मनसि आयाति चेत् मम मनसि एकं वाक्यं स्मरणे आयाति. तद्वाक्यं किम् इत्युक्ते बहु उत्तमं वाक्यं, चिन्तयन्तु. मनः क्षिपतु कायम् अनुसरति. प्रथमतया किमपि कार्यं कर्तुं मनः क्षिपतु कायम् अनुसरति इति बहु उत्तमं वाक्यं. अग्रे गन्तव्यम्. अधुना पमेला भगिनी भवती करोतु. भगिनी एकः प्रश्नः आसीत्. वयं वदामः भ्रमः जातः, देट् भ्रमः इस् वाट् इस् इट् घयन्तप्रदं पदम्? अत्र तत्र भिन्नप्रत्ययः अस्ति इति मम चिन्तनं. भ्रमः भ्रमः जातः. पश्यतु तत्र जन् धातुः अकर्मकधातुः. जन् धातुतः जातः इति पदं सिद्ध्यति. धातुः अकर्मकः अस्ति इति कृत्वा तत्र कर्मपदं न सिद्ध्यति. तदर्थमेव जन् धातुतः जातः अत्र पदमस्ति भ्रमः जातः अथवा भ्रमः जायते इत्यादीनि पदानि सिद्ध्यन्ति. किन्तु भ्रमः इति पदं भ्रमुधातुतः कीदृशप्रत्ययस्य योजनेन भवति इति द्रष्टव्यम्. घञ् अस्ति वा नो चेत् अचित् वदतु. तस्य अर्थः तु भिन्नः अस्ति भगिनि. भ्रमः इति संभ्रमः, शङ्का, क्लेशः इति. भ्रमः इत्युक्ते कन्फ्यूजन्. हा कन्फ्यूजन्. परन्तु दिस् भ्रम भ्रमति भ्रम्यति देट् इस् गोयिङ्ग् अराउण्ड्. तदेव तदेव. ओके मनस्य गोयिङ्ग् अराउण्ड् मे बि. ओके भ्रम मनसि भ्रमः जायते. अहं सम्यक् न अवगतवती, तस्मिन् प्रसङ्गे वदामः मम भ्रमः जायते. आं भगिनि अस्तु, धन्यवादः. आं भगिनि अग्रिमम् अस्ति स्मरति. स्मरति इत्युक्ते स्मरणं करोति. स्मृ धातुः अस्ति. अहं गीतासोपानस्य विषयस्य स्मरणं करोमि. उत्तमम्. संस्कृतपाठस्य स्मरणं करोमि. उत्तमं. पश्यन्तु पूर्वस्मिन् पदे श्रुधातुः अस्ति. श्रुधातुः ऋकारान्तधातुः, तथा एव अत्रापि स्मृधातुः. स्मृधातुः अपि ऋकारान्तधातुः, ह्रस्व ऋकारान्तधातुः. स्मृधातुः इगन्तधातुः. श्रुधातुः अपि इगन्तधातुः. स्मृ अपि इगन्तधातुः इत्युक्ते अन्ते इग् वर्णः अस्ति इति कृत्वा तत्र गुणसम्भवति. वदतु. गुणसम्भवति इगन्तधातुस्य लट्लकारे. वदतु. लट्लकारे गुणकार्यं भूत्वा स्मर् इति रूपम् अत्र ऋकारस्य स्थाने गुणसंज्ञकवर्णादेशः भवति. अर् आयाति इति कृत्वा स्मरति अथवा सरति इति रूपाणि. ऋकारान्तधातुः किन्तु वादिगणीयधातुः एव. अत्र स्मरणम् इत्यस्मिन् किं भवति? स्मरणं लुटन्तरूपम्. उत्तमं. तत्रापि रेफकारणात् णत्वं भवति णत्वं भवति आम् रेपकारणात् णत्वं भवति अग्रे करोतु छिन्नति छेदनं करोति छिद् धातुः अस्ति छिदिर् इति धातुः अस्ति इदित् धातुः अस्ति भगिनी अथवा अतः नुमागम भवति अत्र छिदिर् इर् नो नो वार्तिकायेन इरस्य संज्ञा भवति भिन्नचिन्तनम् अपेक्षितमस्ति अत्र धातुः लौकिकधातुः छिद् अस्ति किन्तु अयं धातुः रुधादिगणीयधातुः रुधादिगणीयधातूनां प्रसङ्गे विभिन्नकार्याणि विशिष्टकार्याणि भवन्ति छिद् इति लौकिकधातुः अस्ति छिद् धातोः मध्ये नुमागमः भवति अत्र रुधादिगणीयप्रसङ्गे किञ्चित् विशिष्टं कार्यं भवति तत् किम् इत्युक्ते मध्ये आगति नकारं मध्ये आगति तत् रुधादिगणस्य स्वभावः खलु इत्युक्ते तत्र रुधादिभ्यः श्नम् तत्र रुधादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः अस्ति साधारणतया विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति किन्तु रुधादिगणे धातोः मध्ये एव इत्युक्ते धातोः अन्तिमस्वरात् अनन्तरं श्नम् इत्यस्मात् नकारः अत्र आगत्य मध्ये उपविशति इति कृत्वा छिनद्दीतरूपः अत्र श्नम् इति मित् अस्ति विकरणप्रत्ययात् आगतः नकारः धातोः मध्ये छि चकारः इकारः दकारः अत्र अन्तिमस्वरः छिद् इत्यस्मिन् इकारः अस्ति इकारस्य अनन्तरं सः नकारः आगत्य तिष्ठति इति कृत्वा छिनद् इति अङ्गं भवति तदनन्तरं भिन्नकार्याणां द्वारा छिनत्ति इति रूपं सिद्धम् अयं धातुः उभयपदी धातुः अस्ति इति कृत्वा छिनन्ति इति एकं रूपं चिन्ते इति अन्यत् रूपम् अस्ति इत्युक्ते आत्मनेपदीरूपं परस्मैपदीरूपं द्वयमपि अस्ति धातोः अर्थः द्वैधीकरणं द्विधा इत्युक्ते छिन्नं द्विधा द्वैधी इत्युक्ते तत्र द्विधा द्विधा भवति इत्युक्ते छेदनं करोति छिनत्ति इत्युक्ते छेदनं करोति तत्र इट् विल् ब्रेक् इन् टु टु कृष्ण जलासन् हू वाज़् दट् ही जलासन्दस्य छिन्दनं कृतवान् ओर् समथिङ्ग् लैक् दट् छिद् धातोः ल्युडन्त रूपं किं छेदनं छेदनम् अधुना एकं वाक्यं वदामि तस्य परिवर्तनं कृत्वा वदतु सः पुरुषः वृक्षस्य छेदनं करोति सः वृक्षं छिनत्ति उत्तमं सः वृक्षं छिनत्ति इति साधु अग्रे वदतु अभिनन्दति तस्य लट् रूपं भवति अभिनन्दनं करोति अभि उपसर्ग अस्ति नन्द् धातुः अस्ति अत्रापि तुनद्यम् इति अस्ति तत्र अनुबन्धवर्णानां लोपानन्तरं सः धातुः इदित् धातुः अस्ति इति कृत्वा नुमागमः भवति इदितोनुं धातोः इति सूत्रेण अथवा तत्र मिदचोन्त्यात् परः इति सूत्रेण परिभाषासूत्रेण मध्ये नुमागमः भूत्वा नद्यौ इत्यस्मात् नन्द् इति लौकिकधातुः सिध्यति तत्र नन्द् योगः आयोगः ति नन्दति इति रूपं सिध्यति टु नद्यौ इति अस्ति चेत् केषां केषां सूत्राणां द्वारा इत् संज्ञक वर्णानां लोपः भवति ईकारस्य वार्तिकरूप वार्तिक अस्ति तद् न ईस् नाट् ईस् सोरि सोरि उपजय उपदेशे अनुनासिक इत् लष्टु इत्यस्य आदिर्निटोडव सोरि आदिर्निटोडव अण्ड् अन्त्यस्य उपदेशे जनुनासिक इत् द्वाभ्याम् उत्तमम् इत्युक्ते तत्र वदतु शोभा भगिनी वदतु तत्र इर् इति एव वर्णसमुदायस्य लोपः भवति किल रमास्ति खलु अत्र धातुं अहं पूर्वस्मिन् तत्र पश्यन्ती अस्मि अस्तु अस्तु तत्र तु नद्यौ अस्ति अन्तिमवर्णः अनुनासिक इकारः अनुनासिक इकारः उपदेशे जनुनासिक यत् इति सूत्रेण तस्य अनुनासिक इकारस्य संज्ञा भवति तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति तु इति वर्णसमुदायः इत्युक्ते टकारः उकारः वर्णद्वयम् अस्ति तत्र द्वयोः लोपः आदिर्निटुडवः इति सूत्रेण तस्य लोपः भवति धन्यवादः भगिनि अनन्तरं शुभदा भगिनी भवती करोतु धन्यवादः भगिनि आवृणोति आवृणोति इति आवरणं करोति क्रियापदस्य विभजनं भूत्वा आवरणं करोति इति भवति आवरणम् इति ल्युडन्तपदम् आ उपसर्गपूर्वकः वृधातोः सम्यक् वा भगिनि अहं दृष्टवती अत्र वृञ् इति इत्युक्ते चवर्गी अन्तिमव्यञ्जनं तस्य अन्ते अस्ति वृञ् इति धातुः उभयपदी धातुः अस्ति स्वादिगणे अस्ति इति कृत्वा वृणोति वृणुते इति रूपम् अस्ति इति मम चिन्तनं तत्र धातोः अन्ते चवर्गी अन्तिमव्यञ्जनं ञकारः अस्ति इति कृत्वा साधारणतया स्वरितनित कर्तृभिप्राये क्रियाफले इति सूत्रेण तत्र उभयपदी धातुः भवति इति कृत्वा वृणोति वृणुते इति रूपम् अस्ति इति मम चिन्तनं करोतु एकं वाक्यं विरचय्य वदतु वृणोति वर्षा भवति अतः सः तस्य कारयानम् आवृणोति कोऽपि अन्यत् वाक्यं स्मारयन्तु माया इति ईश्वरस्य शक्तिः मनुष्याणां आवृणोति इत्युक्ते भावः साधु एव किन्तु अत्र वाक्यं इतोपि किञ्चित् समीचीनतया वाक्यनिर्माणं कर्तव्यं शरीरः आत्मनः आवरणम् अस्ति शरीरं वदतु सम्यक् नास्ति शरीरम् आवरणं न करोति आत्मा सर्वत्र सर्वस्मिन् अस्ति आत्मा स्वतन्त्र सर्वगतः सर्वगतः कथम् आवरणं करोति दक्षिणभगिनी वदतु धूमः अग्नेः आवरणं करोति उत्तमं गीतावाक्यं स्मारितवती धूमेन आव्रियते वह्निः कण्ठस्थ नास्ति वक्तुं शक्नोमि किं माता शिशुम् आवृणोति उत्तरीयेण उत्तरीयात् अग्निना धूमेन अग्निः आवृणोति अथवा धूमेन अग्निः आवृणोति इत्युक्ते अथवा धूमः अग्नेः आवरणं करोति सम्यक् अस्ति वा धूमः अग्नेः आवरणं करोति इति तत्र विषयः अग्रिमं वाक्यं करोतु स्तुवन्ति स्तुवन्ति इति स्तुतिं कुर्वन्ति उत्तमम् स्तुतिं कुर्वन्ति पश्यन्तु अत्र स्तुतिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति किन्तु वयं ल्युडन्तपदमेव योजयितुम् इच्छामश्चेत् स्तवनं कुर्वन्ति अथवा स्तुतिं कुर्वन्ति धातोः लट् रूपं कोऽपि वदति वा अत्र स्तुवन्ति इति पदं दत्तमस्ति स्तवीति स्तौति स्तुतः स्तुवन्ति आत्मने अपि अस्ति तते स्तौति इति एकं रूपं दृष्टवती अत्र स्तवीति इति अपि अस्ति भगिनि स्तवीति अपि स्तौति द्वे अपि रूपद्वयम् अस्ति तत्र त्रिषु पुरुषेषु अपि द्वे रूपे द्वे रूपे प्रथम पुरुषे बहुवचने ओन्लि एकं रूपं तत्र स्तवीति स्तौति स्तुतः स्तुवीतः अपि च बहुवचने स्तुवन्ति एव स्तवीषि स्तौषि स्तुवीतः स्तुतः स्तुवीथ स्तुथा स्तवीमि स्तौमि स्तुवीवः स्तुवः स्तुवीमः स्तुमः बहु भिन्नानि हि रूपाणि सन्ति. साधारणतया स्तौति स्तौति इति पदं पश्यामश्चेत् तत्र अस्माकम् अवगमनं किं, साधारणतया स्तौति इति अस्ति इव अदादिगणीयधातुः अस्ति चेत् मध्ये विकरणप्रत्ययः न दृश्यते इति कृत्वा स्तौति इति धातुतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः न दृश्यते इति कृत्वा अयं धातुः अदादिगणे अस्ति इति किञ्चित् ऊहां कर्तुं शक्नुमः. स्तौति इति रूपं पश्यामश्चेत् अदादिगणीयधातुः इति वक्तुं शक्यते. अयं धातुः मूर्धन्यषकारादिधातुः इति कृत्वा धात्वादेः शः सः इति प्राकृतिककार्यं भूत्वा दन्त्यसकारादेशः भवति लौकिकधातौ इति मुख्यविषयः. स्थवनं कुर्वन्ति इति रूपं भवति. धन्यवादः भगिनी. अनन्तरम् अरविन्दमहोदय भवान् करोतु. शोषयति शुष् धातु शोषणं करोति. इतोपि किञ्चित् वदतु. आहारं सम्यक् नास्ति कृत्वा बालस्य शरीरं शोषयति. उत्तमम्. अत्र शोषयति इति णिजन्तरूपम् अस्ति. शोषयति इति णिजन्तरूपम् अस्ति किन्तु अयं धातुः शुष् धातुः अस्ति. शुष् धातोः रूपं दिवादिगणे शुष्यति इति रूपम् अस्ति. शुष्यति इति इत्युक्ते बिकमिङ्ग् ड्राय् इति अर्थः. शुष्यति शरीरं शुष्यति पर्णाः शुष्यति पर्णानि शुष्यन्ति जलं नास्ति जलं यथा जलं नास्ति पर्णानि शुष्यन्ति. उत्तमं. भगिनी वदतु. ज्ञानम् अज्ञानसागरं शोषयति. ज्ञानम् अज्ञान संसारसागरं शोषयति. ज्ञानं सर्वकर्माणि भस्मसात् कुरुते. भस्मसात् कुरुते अर्जुन. उत्तमं. धन्यवादः. शोषणं कुर्वन्ति इति ल्युडन्तप्रयोगं कृत्वा वक्तुं शक्नुमः. सस्यानि जलं नास्ति चेत् सस्यानि शुष्यन्ति अथवा जलं नास्ति चेत् शरीरं शुष्यति इति भवति. अत्र शुष् हलन्तधातुः उदुपद्धधातुः इति वक्तुं शक्यते. शोषणम् इत्यस्मिन्नपि णकारः अस्ति षकारः निमित्तमस्ति इति कृत्वा शोषणं तत्र णत्वं भवति. तस्य रूपं शुष्यति इति दिवादिगणीयधातुः अत्र दिवादिगणस्य रूपमस्ति शुष्यति. तस्य पदस्य अन्यानि कृदन्तरूपाणि ज्ञातुम् इच्छामश्चेत् तदा अस्मिन्नेव गणे एकम् अन्यत् पदमस्ति तुष्यति. सन्तोषः वयं जानीमः. तत्र तुष् धातोः रूपमेव तुष्यति. अत्र सुष् धातोः रूपं शुष्यति किन्तु द्वयोः कृदन्तरूपेषु बहु साम्यम् अस्ति इति कृत्वा तुष्यति इत्यस्य रूपाणि जानीमश्चेत् शुष्यति तस्य रूपाणि अपि सुलभतया वक्तुं शक्नुमः इति विषयः. अग्रे करोतु. सङ्गृह्णाति गृह्णाति गृह्णाति समुपसर्ग गृह्णाति. उत्तमं. ग्रहणं करोति सङ्ग्रहणं करोति सङ्ग्रहणं करोति. उत्तमम्. एकं वाक्यम् अहं वाट् इस् दट् बिल्लव बिल्ल चन्दनं बिल्लव दट् एक सुभाषितमस्ति चन्दनं तर् अतिपरिचयादवज्ञा सन्ततगमनेन निरादरो भवति. मलये विल्लपति कुरुते पुनः एकवारं श्रावयतु भगिनि. इट्स् इन् सम् छन्द, सो इट् इस् सङ्ग् एस् अतिपरिचयाद वज्ञा सन्तत गमनादनादरो भवति मलये भिल्ल पुरन्द्री चन्दन तरु काष्ठमिन्दनं कुरुते. It is there in Mahabharata also. The same shloka is there in Mahabharata also, where Vidura tells this to Dhritarashtra. अत्र सम उपसर्गपूर्वकः ग्रहधातुः अस्ति. ग्रहधातोः रूपं लट् रूपं गृह्णाति. वयं जानीमः ग्रहधातुः क्रयादिगणीयधातुः. क्रयादिगणे क्रियादिभ्यः श्ना इति सूत्रमस्ति. तेन सूत्रेण श्ना इति विकरणप्रत्ययः अस्ति. श्ना इत्यस्मात् ना एव अवशिष्यते. तदर्थं ग्रह गृह भवति, तदनन्तरं ना मध्ये आयाति इति कृत्वा गृह्णाति इति रूपम् अस्ति. किन्तु अत्र अस्माकं पदमस्ति सङ्ग्रहणम्. सङ्ग्रहणम् इति ल्युडन्तपदमस्ति. अहं धनं सङ्गृह्णामि इति लट्लकाररूपं योजयित्वा क्रियापदस्य विभजनं कृत्वा वक्तुमिच्छामश्चेत् धनस्य सङ्ग्रहणं करोमि अथवा ज्ञानस्य सङ्ग्रहणं करोमि इति विषयः अस्ति. उत्तमं, धन्यवादः महोदय. अनन्तरं सुजाता भगिनी करोतु. गायसि. गायसि गै धातुः अस्ति. गानं करोषि. गानं करोषि. अत्र पूर्वस्मिन् पदे तत्र लट्लकाररूपाणि पश्यामश्चेत् सङ्गृह्णाति, सङ्गृह्णीतः, सङ्गृह्णन्ति. पश्यन्तु तत्र ग्रहधातोः रूपाणि किञ्चित् भिन्नानि सन्ति. क्रियादिगणीयधातोः रूपाणि गृह्णाति, गृह्णीतः, गृह्णन्ति. सङ्गृह्णाति, सङ्गृह्णीतः, सङ्गृह्णन्ति इति रूपाणि भवन्ति. अत्र गानं करोति, एकं वाक्यं श्रावयतु. बालकः गानं करोति. गानं गायति. अत्र प्रथमतया पदं पश्यतु. पदं तस्मिन् पदे अत्र कर्तृपदं किम्? गायसि. मध्यमपुरुष एकवचनम् अस्ति. उत्तमम्. अधुना परिवर्त्य वदतु. त्वं गायसि. तदेव वाक्यं क्रियापदस्य विभागं कृत्वा वदतु. परिवर्त्य वदतु. त्वं गानं करोषि. करोषि. कर्मपदं योजयित्वा वदतु. गान श्लोकस्य गानं. साधु एव. श्लोकस्य गानं करोषि. अत्र इतोपि वक्तुमिच्छामश्चेत् त्वं भगवद्गीतायाः गानं करोषि. करोषि. त्वं गीतायाः गानं करोषि. वदतु वदतु. गायनम् इति पदं नास्ति वा? नास्ति. ओ, कन्नडे कन्नडभाषायाम् अस्ति गायनं. सो गानं गानम् इत्युक्ते गीतमपि. अत्र गानम् इति ल्युडन्तपदमस्ति. इत्युक्ते धातुः अस्ति गै धातुः. गै इति धातुः एजन्तधातुः इति वदामः. इत्युक्ते ऐकारान्तधातुः. ऐकारान्तधातुः गै अस्ति. तस्य ल्युडन्तरूपं गानम् इति अस्ति. किन्तु गीतं, गीतम् इति पदं क्तान्तरूपं. क्तान्तरूपम् अस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि सन्ति. गीतः, गीतं, गीता इति त्रीणि रूपाणि क्तान्तरूपाणि. किन्तु गानं ल्युडन्तरूपं. गै धातोः रूपं लट्लकाररूपं गायति इत्यादीनि रूपाणि सन्ति. धातुः गै. अत्र धातोः, अस्य धातोः प्रसङ्गे गै धातुतः गायति इति रूपं लट्लकाररूपं कथं सिद्ध्यति इति परिशीलयामश्चेत् अयं धातुः इगन्तधातुः नास्ति. इदुपदधातुः, उदुपदधातुः किमपि नास्ति इति कृत्वा अत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं नास्ति. अपि च सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अपि नास्ति इति कृत्वा केवलं सन्धिकार्याणि भवन्ति इति कृत्वा अत्र गै इत्यस्मात् गायति तस्मिन् प्रसङ्गे यचोयवायावः इति सूत्रेण तत्र यान्तवान्तादेशस्य सन्धिः भूत्वा ऐ स्थाने आय् आदेशः भवति. तस्मिन् प्रसङ्गे यचोयवायावः इति सूत्रेण आय् आदेशः. तस्य नाम अयादिसन्धिः इति अन्यनामापि अस्ति. यान्तवान्तादेशस्य सन्धेः नाम अयादिसन्धिः. तत्र आय् आदेशः भूत्वा गायति रूपं सिद्ध्यति. अत्र लुडन्तम् अपेक्षितम्. नूल् प्रत्यय योजयितुं चेत् गायकः गायिका भवति. गायकः गानं गायकः गायिका रूपं सिद्ध्यति. उत्तमम्. इतोपि गायति वनमाली. गायति वनमाली अस्ति. साधु अग्रिमानि उदाहरणानि एकवारं परिशीलयामः. दर्शना भगिनी एकवारं वदतु अग्रे किं दत्तमस्ति. धन्यवादः भगिनी. यथोदाहरणं वाक्यानि रचयत. यथा उदाहरणं तत्र गुणसन्धि अस्ति. यथो उदाहरणम् अपि ल्युडन्तप्रपदम् एव. वाक्यानि रचयत. वाक्यानि रचयत. वाक्यानि किं द्वितीयाविभक्त्याम् अस्ति. रचयत यूयं रचयत इति. उत्तमम्. अत्र उदाहरणं ल्युडन्तपदम् इति उक्तवती. किञ्चित् प्रकृतिप्रत्ययविभागं कृत्वा वक्तुं शक्नोति वा अत्र उदाहरणम्? उत् उत् अहरणं वा? उत् योगः आयोगः हृ योगः उत् ल्युट्. अत्र किं वक्तव्यम् इत्युक्ते उद्योगः आयोगः हृ योगः ल्युट्. ओहो, उद्योगः आयोगः रु योगः ल्युट्. हृ इति ऋकारान्तधातुः. हृ धातुः रूपमेव हरति. हरति. अत्र हृ धातुः ऋकारान्तधातुः अस्ति इति कृत्वा तत्रापि गुणकार्यं भूत्वा हृ हर् भवति. तदनन्तरं शप् इत्यस्मात् अकारः आयाति इति कृत्वा हरति. अग्रिकरोतु. हरति. उदाहरणं नमनं करोषि नमसि. तत्तु उदाहरणं प्रथमम् अस्ति. अभ्यासस्य प्रथमं प्रश्नः अस्ति. दहनं करोति. नमनं करोषि इत्यस्मिन् प्रसङ्गे नमनम् इति ल्युडन्तपदम् अस्ति. धातुः मूर्धन्य णकारादिधातुः णम् इति धातुः. अस्ति वा मूर्धन्य णकारादिधातुः अयं धातुः. तस्य लट्लकाररूपं नमति. किन्तु अत्र ल्युडन्तरूपं नमनम् इति दत्तमस्ति. अस्य धातोः प्रसङ्गे अत्र णो नः इति एकं सूत्रमस्ति. णो नः इत्युक्ते नकारस्य स्थाने दन्त्यनकारादेशः भवतु इति सूत्रं वदति. नमति इति रूपं सिद्ध्यति. नम् धातोः प्रसङ्गे किञ्चित् विशिष्टरूपाणि वक्तुमिच्छामि. नम् धातुः अनिट् धातुः इति लिखितम् अस्ति. अनिट् धातुः इति कथं जानीमः? नम् धातोः क्त्वान्तरूपं नत्वा. इत्युक्ते इडागमः न भवति नत्वा. किन्तु पठ् धातोः रूपं पठित्वा. तत्र इडागमः भवति. अत्र धातुः अनिट् अस्ति इति कारणतः नत्वा इति रूपं भवति. अहं देवं नत्वा पूजां करोमि. एकं वाक्यं वदतु अत्र. नत्वा अहं देवमेव स्वीकरणीयम्. अहं गुरुं नत्वा अभ्यासस्य प्रारम्भणं करोमि. अत्र आरम्भणं करोमि. उत्तमम्. अथवा प्रारम्भं करोमि. अत्र आरम्भः इति एकं पदमस्ति. आरम्भणम् अन्यत् पदमस्ति. नम् धातोः प्रसङ्गे त्वं देवं नमसि इति दत्तमस्ति. तस्मिन् स्थाने त्वं देवस्य नमनं करोमि करोषि. अथवा त्वं देवतायाः सन्देहः अस्ति. उत्तमपुरुषे नमामि अपि अस्ति, नौमि अपि अस्ति किल, सेम् धातु. उत्तमपुरुष नमामि, नमामि अनुरूपमपि अस्ति वा अत्र? नौमि, नौमि शास्त्रेषु निष्णातम्. नौमि आल्सो नमस्कारं करोमि. नौमि इस् आल्सो देर्, अहं नौमि. किन्तु अहं पश्यन्ती अस्मि अत्र णं धातुः भुवादिगणे अस्ति इति दत्तमस्ति. नमामि इति एकमेव रूपं पश्यन्ती अस्मि, एकमेव रूपं. किन्तु भवत्या यदुक्तं तत् पदं भिन्नं पदं वा तत्र धातुः? तत्र नु धातु, मूर्धन्यनकार नु धातु. नु स्तुतौ अदादिगणे अस्ति, परस्मैपदि सेट्. नौति नूतः नुवन्ति, नौषि नुतः नुतः, नौमि नुवः नुमः. उत्तमम्. इत्युक्ते अत्र अत्र धातुः भिन्नः, किन्तु नौमि इत्यस्मिन् धातुः भिन्नः. अत्र मूर्धन्यणकारादिधातुः नमो धातुः अस्ति, तस्य रूपं नमामि इति रूपम् अस्ति. लृट्लकाररूपं पश्यामश्चेत् नंस्यामि, नंस्यति इति रूपं भवति लृट्लकारे. भविष्यत्कालार्थे तस्य रूपं नंस्यति, नंस्यति. अग्रे पठतु. प्रथमं दहनं करोति, सः दहति. दह दह धातुः. अन्यत् किं? भस्मीकरणे इत्यस्मिन् अर्थे दह धातुः अस्ति. दह धातोः प्रसङ्गे साधारणतया वयं शृणुमः एव क्तान्तरूपाणि, क्त्वान्तरूपाणि, क्तान्तरूपाणि. दह धातोः रूपं दग्ध, दग्ध. ज्ञानाग्निदग्धकर्माणि. उत्तमं, श्रावयतु. यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः, ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः. उत्तमं. दह धातोः रूपमेव दग्धः, दग्ध्वा क्त्वान्तरूपं. दग्धम् इत्यादीनि पदानि कताप्रत्ययान्तरूपाणि सन्ति. तत्र हकारस्य स्थाने ढकारादेशः भवति, होढः इति सूत्रेण. चत्वारि सूत्राणि सन्ति, होढः, दादेर्धातोर्घः, झषस्तथोर्धोधः, झलां झषि. तेषां सूत्राणाम् आधारेण दह धातोः रूपं दग्ध इति रूपं भवति. दह धातोः प्रसङ्गे लृट् रूपं धक्ष्यति इति रूपम् अस्ति. दह धातोः रूपमेव दाहः, दह धातुतः दाहः इति रूपं सिद्ध्यति. अग्रे करोतु. सङ्ग्रहणं कुर्मः, सङ्ग्रही, सङ्ग्रहीणः. सम्यक् अस्ति वा अत्र? सङ्गृह्णीमः. गृहधातुः क्रियादिः गणः अस्ति, उभयपद अस्ति, सेट्. अत्र सङ्ग्रहणं कुर्मः इति ल्युडन्तपदं दत्तम् अस्ति. अत्र एकं वाक्यं वदतु. सङ्ग्रहणं ज्ञानस्य मिलित्वा मिलित्वा ज्ञानस्य सङ्ग्रहणं कुर्मः वयं, वयं सर्वे मिलित्वा ज्ञानस्य सङ्ग्रहणं कुर्मः. अथवा अहं संस्कृतपुस्तकानां सङ्ग्रहणं कुर्वन्ती अस्मि. परन्तु पठामि न पठामि इति, सङ्ग्रहणमेव करोमि परन्तु न पठामि. And I didn't get the answer for that Naomi. I had asked a question and something went wrong here. Arvind Mahodaya, ekvaram vadatu. Atra Naomi. Itismin prasangi. Nu dadu. Nu murdhanya nakara. Nu dadu. Stutau. Atadigane asti. Set. Lat rupe. Nauti. Nutaha. Nuvanti. Naushi. Nutaha. Nutaha. नौमि नुवः नुमः. हा, धन्यवादः महोदय, धन्यवादः. उत्तमं. पुस्तकानां सङ्ग्रहणं कुर्मः, पुस्तकानां सङ्ग्रहणम् अथवा वयं पुस्तकानि सङ्गृह्णीमः इति लट्लकाररूपं योजयित्वा अहं पूर्वमपि उक्तवती ग्रहधातोः रूपाणि किञ्चित् विशिष्टानि भवन्ति इति कृत्वा गृह्णामि गृह्णीवः गृह्णीमः इति रूपाणि भवन्ति. सङ्ग्रहणं करोति, पश्यन्तु पदं पश्यन्तु, तत्र सम् उपसर्गपूर्वकः ग्रहधातुतः ल्युट् योजितम् अस्ति. कवर्गीय अन्तिमव्यञ्जनं योजयित्वा लिखितम् अस्ति. शोभा भगिनी एकवारं वदतु अत्र कीदृशं सन्धिकार्यं भवति. सङ्ग्रहणं तत्र सम् उपसर्गयोगः ग्रहधातुः तत्र ग्रहणे ग्रहणं ल्युट् प्रत्ययः तत्र सङ्ग्रहणं यथा यदा समस्तपदं भवति तत्र सम् इति उपसर्ग अस्ति इति कृत्वा पदम् अतः पदान्तस्य परिवर्तनं वा पदान्तस्य इति सूत्रं तत्र कार्यं करोति. तत्र मकारस्य प्रथम तु सम् इति मकारस्य मोनुस्वरः तत् सूत्रमपि पदान्तस्य एव मोनुस्वरः इत्यनेन अनुस्वारस्य आदेशः तदनन्तरं वा पदान्तस्य इत्यनेन तत्र ग्रा इति गा इत् कवर्गीय व्यञ्जनम् अस्ति अतः कवर्गीय अनुनासिक न न अत्र भगिनी भगिनी यदुक्तवती तत् साधु एव. सम् इति उपसर्गः अपि च पदमपि पदमस्ति इति कृत्वा पदान्तकार्यं भवति इति कृत्वा अत्र वा पदान्तस्य इति सूत्रेण विकल्पेन तत्र कवर्गीय अनुनासिकवर्णः आदेशः भवति. एकं रूपं तु तादृशं सङ्ग्रहणम् इति अथवा अनुस्वारः अपि तत्र अस्ति तिष्ठति चेत् सङ्ग्रहणम् इति अपि साधु एव. साधु एव इत्युक्ते अत्र परसवर्णादेशं कृत्वा लिखितम् अस्ति इत्युक्ते तत्र वा पदान्तस्य इति सूत्रेण तत्र वा इति कथनेन विकल्पेन अन्यत् रूपमपि साधु एव इति अर्थः. पदान्तस्य इत्युक्ते पदान्तकार्यं भवति अत्र सम् इति उपसर्गः पदमपि सम् इति पदमस्ति इति कृत्वा पदान्तकार्यम् अत्र अनुस्वारस्य ययी परसवर्णः इत्यस्य कार्यं नास्ति वा पदान्तस्य इत्यस्य कार्यं भवति. तदर्थमेव सङ्ग्रहणं सवर्णादेशः अभवत् इति विषयः. उत्तमम् अग्रे करोतु भगिनी भवती एव करोतु. अधिगमनं करोति एषः अधिगच्छति अधि उपसर्गः गम् धातुः परस्मैपदी अपि तु भ्वादिः गणा इति अस्ति. उत्तमम् अत्र वाक्यं वदतु. अधिगमनं करोति शिशुः मातुः अधिगमनं करोति अथवा अधिगच्छति. अधिगच्छति लट्लकाररूपं योजयामश्चेत् किं वक्तुमिच्छामि इत्युक्ते शिशुः मातृभाषायाः अधिगमनं करोति. अत्र अधिगमनम् इति कथनेन अत्र ग्रहणम् एक्वायर् अप्टेन् एक्विजिशन् इति नाट् गोयिङ्ग् बिहैण्ड् इस् इट् तथा नास्ति भगिनि. अधिगच्छति अवगच्छति न भगिनी अवगच्छति भिन्नं पदम् अव उपसर्गपूर्वकः इत्युक्ते भिन्न उपसर्गेण भिन्न अर्थः अस्ति. अत्र अधिगच्छति अधिगच्छति इत्युक्ते अहं चिन्तयामि एक्वायर् अप्टैन् इत्यादयः अर्थाः सन्ति. अधिगम्य महेश्वरम् उत्तमम् अधिगम्य महेश्वरात् अत्र अधिगम्य इति ल्यबन्तपदमस्ति. गम् धातुतः अधि इति उपसर्गस्य योजनेन ल्यप्रूपम्. अपि च भगिनि सन्देहः तत्र अन्यद् एकं विशेषः अपि अधि इति उपसर्गं प्रयुज्महे चेत् वसति इति क्रियापदस्य कृते तत्र द्वितीयविभक्ति एव भवति किल यथा लक्ष्मीः कमलम् अधिवसति अथवा वैकुण्ठम् अधिवसति इति. उत्तमं विष्णुः वैकुण्ठम् अधिवसति अत्र अधि इति उपसर्गस्य योजनेन वसधातोः प्रसङ्गे तत्र वैकुण्ठम् अधिवसति तत्र सप्तमी विभक्तेः प्रयोगः न भवति द्वितीया विभक्तेः उपयोगः भवति अधि तिष्ठति अपि तदेव भवति खलु भगिनि अधि तिष्ठति उत्तमम् अधितिष्ठति पद्मम् अधितिष्ठति भगिनि अत्र स्पोकन् संस्कृत मध्ये गो न्यर् अपि अस्ति परन्तु न जानामि अहं तत् इतोपि चिन्तयतु गो नियर् अस्ति इति कृत्वा तत्र इतोपि अग्रे गत्वा चिन्तयामश्चेत् गो नियर् अथवा अप्टेन् ओके गो टु वर्ड्स् तर्हि तत्तु मम वाक्यं न असाधु एव साधु एव इत्युक्ते अन्यत् वाक्यं वक्तुमिच्छामश्चेत् एषः बालकः भाषाम् अधिगच्छति कर्मणि प्रयोगे वक्तुमिच्छामश्चेत् एतेन बालकेन भाषा अवगम्यते कथम् इत्युक्ते शिक्षकस्य साहाय्येन भाषा अधिगम्यते अरुणभगिनी भवती करोतु जीवनं कुरुता जीवतः इति रूपम् अस्ति त्वं युवां जीवथ इति जीवदातु जीवनमिति लुबन्तपदं कुरुता इति मध्यमपुरुष बहुवचनं यूयं कुरुथ यूयं जीवथ तत्र त्वं युवां यूयं जीवनम् इति पदमस्ति जीवनं ल्युडन्तपदमस्ति जीवनम् इत्यस्य एकः अर्थः अस्ति जलम् इति अर्थः अस्ति जीवनं भिन्नं पदं जीवितं भिन्नं पदं जीवनं ल्युडन्तं जीवितम् इति कृतान्तरूपम् अस्ति जीवधातोः प्रसङ्गे तस्य रूपाणि जीवति जीवतः जीवन्ति रूपाणि भवन्ति जीवधातुः सेट् अस्ति इति कृत्वा तत्र इडागमः भवति कथं जानीमः इत्युक्ते जीवित इति पठित इव जीवित इति पदं सिद्ध्यति तत्र इडागमः भवति इति कृत्वा अयं धातुः सेट् धातुः जीविष्यति अत्रापि इडागमः भवति इति कृत्वा लृट् रूपं जीविष्यति इति रूपं भवति अत्र जीवधातोः प्रसङ्गे उपधायां दीर्घ ईकारः अस्ति पश्यन्तु जीव् इति कथनेन यद्यपि हलन्तधातुः तथापि अस्मिन् धातौ उपधायां दीर्घ ईकारः अस्ति इति कृत्वा तत्र पुगन्तलघुपधस्य च इत्यस्य कार्यं नास्ति केवलं तत्र वर्णमेलनमेव भवति योगः आयोगः ति जीवति इति रूपं भवति तत्र गुणकार्यं न भवति भवितुं न शक्नोति किमर्थं चेत् तत्र निमित्तं न पूरितं जीव् इत्यस्मिन् उपधायां दीर्घ ईकारः अस्ति तथा एव यस्य प्राणाः सन्ति सः प्राणी तथा एव यस्य जीवः अस्ति सः जीवी तत्र जीवी इति नकारान्तपदं जीविन् प्राचीनकाले जीवकः नाम्ना एकः वैज्ञानिकः आसीत् तक्षशिला विश्वविद्यालये सः जीवकः आयुर्वेदम् अधीतवान् आयुर्वेदशास्त्रज्ञः जीवकः तस्य नाम जीवधातोः रूपमेव जीवक यथा भगिन्या उक्तं णुवल् प्रत्ययान्तरूपं जीवकः तस्मिन् प्रसङ्गे अहम् एकां कथां पठितवती गते सप्ताहे तत्र कथायाः नाम अस्ति नामधेयेन किं फलं कथायाः शीर्षकम् अस्ति तस्यां कथायाम् एकः अस्ति तस्य नाम जीवकः किन्तु सः मृतः भवति कथायाः सारः कः नाम्नि किमपि दोषः नास्ति इत्युक्ते किं वदामः वाट्स् इन् अ नेम् वाट्स् इन् द नेम् नाम्नि कोऽपि दोषः वा अथवा गुणः वा न वर्तते किन्तु पुरुषः एव गुणवान् अथवा दोषवान् भवति नाम्नि किमपि नास्ति दोषः वा गुणः वा किमपि नास्ति कथायाः नाम नामधेयेन किं फलम् इति. अग्रिमं वाक्यं गीता. परन्तु नामस्य कृते तु, नाम्नः कृते तु कलहः एव भवति मातापितरौ मध्ये. चिन्त्यतः चिन्त् धातु चुरादिः गणे अस्ति, उभयपदी अस्ति. चिन्तनं करोतु. अत्र वाक्यं, वाक्यस्य रूपं लट्लकार प्रथमपुरुष द्विवचन किल कुरुतः द्विवचनमस्ति. उत्तमं. तौ द्वौ पुरुषौ चिन्तनं कुरुतः अथवा तौ द्वौ पुरुषौ चिन्तयतः. अत्र धातुः इदित् धातुः मया पूर्वमेव उक्तमासीत्, धातुः इदित् धातुः इति कृत्वा चिन्त् भवति. इदितोनुं धातोः इति सूत्रेण मध्ये अनुमागमः भूत्वा चिन्त् भवति. अयं धातुः चुरादिगणीयधातुः अस्ति इति कृत्वा अय श्रूयते मध्ये. चिन्तयति, चिन्तयतः, चिन्तयन्ति रूपाणि भवन्ति. तौ द्वौ छात्रौ संस्कृतपाठानां चिन्तनं कुरुतः. इत्युक्ते कर्मपदे षष्ठीरूपं योजयित्वा वक्तुं शक्नुमः. संस्कृतपाठं चिन्तयतः अथवा लट्लकारं योजयित्वा संस्कृतपाठं चिन्तयतः, नो चेत् संस्कृतपाठानां चिन्तनं कुरुतः. उत्तमम्. अधुना धन्यवादः भगिनी. गीताञ्जलि भगिनी एकवारं वदतु. आं भगिनि करोतु. आं भगिनि, अन्वेषणम् आवां भाषाम् अन्वेषणं कुर्वः. उत्तमम्. अन्वेषणम् इति कीदृशं पदम्? ल्युडन्त अस्ति अत्र. ल्युडन्तपदम् इत्युक्ते नपुंसकलिङ्गं पदम्. विश् तु अत्र धातु अहं न जानामि भगिनि. उपसर्ग इष् धातु. इष् धातु. उत्तमम्. अनुयोगः इष् योगः ल्युट् अत्र अन्वेषणम् अपि आवाम् अन्विष्यावः इति समीचीनं भगिनि. अत्र किं वक्तव्यम् इत्युक्ते अन्वेषणं धातुः इष् धातुः अस्ति. इष् धातुः त्रिषु गणेषु अहं दृष्टवती. इष् धातोः रूपं दिवादिगणे अस्ति चेत् इष्यति, किन्तु तुदादिगणे अस्ति चेत् इच्छति, क्रयादिगणे अस्ति चेत् इष्णाति. इत्युक्ते त्रयः धातवः त्रिषु गणेषु सन्ति, भिन्न अर्धेषु एते धातवः सन्ति. इत्युक्ते एते त्रयः धातवः भिन्नगणेषु सन्ति, तेषां मध्ये अर्धभेदः अस्ति इति मम चिन्तनम्. अत्र अन्वेषणम् इति पदस्य अर्थः गवेषणं. भवन्तः सर्वे श्रुतवन्तः एव गवेषणम्. गवेषणम् इत्युक्ते गौः अन्वेषणम् इति अर्थः. अत्र अन्वेषणम् इति पदस्य अर्थः कः इति पश्यामश्चेत्, नष्टद्रव्यस्य दर्शनाय अथवा लाभाय गवेषणम्. नष्टद्रव्यस्य दर्शनाय लाभाय च गवेषणम् एव अन्वेषणम्. भवन्तः सर्वे जानन्ति एव अन्वेषणा इति एकं पदमस्ति. अन्वेषणीयम्, अन्वेष्टव्यम्, अनियर् प्रत्ययान्तरूपाणि, तव्यत् प्रत्ययान्तरूपाणि. अन्वेषणीयम्, अन्वेष्टव्यम्, अन्वेषितम् इत्यादीनि पदानि अस्मात् धातुतः एव निर्मितानि रूपाणि. किन्तु धातुः त्रिषु गणेषु अस्ति, किन्तु भिन्न अर्धेषु. भगिनि, लट्लकारे प्रथमपुरुषे अन्वेषयति भवति किल? उत्तमपुरुषे अन्वेषयामि, वि डोण्ट् से अन्वेषयामि, अन्वेषयति. अत्र आवाम् अन्वेषयावः राङ्ग् इस् इट्? आवाम् अन्वेषयावः राङ्ग्. त्रिवादिगणे अन्वेष्यावः भगिनी वदतु. द्विवादिगणे अन्वेष्यावः परिहरणं कुर्वन्ति. परिहरणं कुर्वन्ति ते परिहरणं कुर्वन्ति अपि च ताः परिहरणं कुर्वन्ति ताः परिहरणन्ति लट् रूपं हरणं तु विशेषरूपाणि अस्ति न भगिनि लुडन्तरूपम् अस्ति परि एकम् उपसर्ग अस्ति हृधातुतः आयाति ल्युट् रूपं परि वयं पूर्वं चर्चितवन्तः वर्गे इत्युक्ते महोदय उक्तवान् समय अधिक अपि च स्पेस् तस्य लट् रूपाणि हृधातुतः हरणम् अत्र तु गुण भवति हृ लघु उपधा अस्ति चेत् अत्र उपधा नास्ति अत्र धातुः एव इगन्तधातुः इत्युक्ते धातोः अन्ते ऋकारः अस्ति इति कृत्वा इगन्तधातुः इति वदामः इत्युक्ते धातोः अन्ते इक् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा हृ हर् भवति. सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भवति. एकं वाक्यं वदतु. रावणः सीतां परिहरणं कृतवान् सीतायाः परिहरणं कृतवान् इति अपि भवति वा भगिनि अपहरणम् इति जानामि अपहरणं कृतवान् सोल्यूशन् शिक्षकः गणितस्य प्राब्लम् समस्यां परिहरति. कानिचन उत्तमानि वाक्यानि अहं वदामि. अहं लिखितवती कुसङ्गतिः अनाचारः मिथ्याभाषणं द्वेषः मात्सर्यम् अथवा मत्सरः एतानि परित्यजन्तु परिहरन्तु इत्यस्मिन् अर्थे अत्र क्रियापदस्य विभज्यप्रयोगं कृत्वा वक्तुमिच्छामश्चेत् कुसङ्गतेः परिहरणं कुर्वन्तु अनाचारस्य परिहरणं कुर्वन्तु मिथ्याभाषणस्य परिहरणं कुर्वन्तु अथवा मिथ्याभाषणस्य परिहारं कुर्वन्तु द्वेषस्य परिहरणम् आवश्यकं मात्सर्यस्य परिहरणं भवेत् अथवा मात्सर्यं परिहरन्तु इत्यादीनि वाक्यानि वक्तुं शक्नुमः. अत्र परिहरणम् इत्युक्ते त्यक्तव्यं त्यजन्तु त्यक्तव्यम् इत्यस्मिन् अर्थे परिहर्तव्यम् इति वदामश्चेत् तव्यत् प्रत्ययान्तरूपं परिहरणीयं परिहर्तव्यं तत्र तव्यत् अनियर् प्रत्ययान्तरूपाणि किन्तु परिहरणं ल्युडन्तपदम् परिहारः इति अपि साधु एव परिहारः करणीयः समस्यायाः श्रमस्य परिहारः ज्ञातव्यः अंशः तु यत् साधु नास्ति तस्य त्यजनं भवेत् इत्युक्ते तत्र अनाचारः कुसङ्गतिः मिथ्याभाषणं द्वेषः मात्सर्यम् एतानि असमीचीनानि इति कृत्वा तेषां परिहरणं भवेत् इति अत्र मुख्यविषयः. अग्रिमं वाक्यं शोभा भगिनी करोतु. आं भगिनि छेदनं करोति छिद् धातुतः छेदनम् इति ल्युडन्तपदं छेदनं करोति तत्र सा वृक्षस्य शाखायां छिनत्ति शाखां छिनत् शाखां क्षम्यतां, शाखां द्वितीयविभक्तौ छिनत्ति अथवा शाखान् छिनत्ति, शाखान् छिनत्ति आम् उत्तमं. तत्र विभज्यप्रयोगं कृत्वा तत्र सा वृक्षस्य शाखानां छेदनं करोति. उत्तमं, वनानां छेदनं न कर्तव्यं, वनानां छेदनं रोद्धव्यम् अथवा वृक्षाणां पोषणं कुर्वन्तु, वृक्षाणां छेदनं मा कुर्वन्तु. बोरस्य शिरच्छेदनं करोति, शिरच्छेदं करोति. तत्र तत्र छिद् धातोः रूपं छेदः, छेदः भिन्नं पदं, छेदनं भिन्नं पदं. शोभा भगिनी वदतु. तत्र न भवती उक्तवती रोद्धव्यम् इति, मम कृते नूतन प्रयोगः. रुद्धधातुः किल भगिनी, रुद्धधातोः तव्यत् प्रत्यय निरोधं विरोधम् इति ज्ञातवती. रोद्धव्यम् अस्तु, वनानां छेदनं रोद्धव्यं, वनानां पोषणं कर्तव्यम् इति विभज्यप्रयोगं कृत्वा. नो चेत् वृक्षान् मा छिनत्तु अथवा वृक्षान् मा छिन्दन्तु, भवन्तः सर्वे वृक्षान् मा छिन्दन्तु. छिद् धातोः बहुवचनरूपं छिन्दन्तु, वृक्षान् मा छिनत्तु, वृक्षाणां रोपणं कुर्वन्तु. रोपणं वा? रोपणम्. आरोपणम् इति, तत्र आरोपणं भवति चेत् किञ्चित् भिन्नः अर्थः भवति किल. अस्तु, अग्रिमं करोतु. भ्रमणं, भ्रमणं करोमि. तत्र भ्रम् धातुः ल्युडन्तरूपं भ्रमणं, भ्रमति इति क्रिया, तत्र किं वदामि, विभज्य वदामि चेत् भ्रमरः उद्याने भ्रमणं करोति. भ्रमरः अस्तु, भ्रमणं करोति अपि च भ्रमणस्य कार्यं करोति वा? तत्र किं भवति, अत्र भ्रमधातोः प्रसङ्गे अहं पूर्वम् उक्तवती, भ्रमधातोः रूपं भ्रमणं ल्युडन्तरूपं. भ्रमधातोः प्रसङ्गे दिवादिगणे भ्रमति, भ्रम्यति, भ्राम्यति इत्यादीनि रूपाणि सन्ति. तत्र भ्राम्यति इति कथनेन शमामष्टानां दीर्घः इति सूत्रेण दीर्घत्वं भवति, अपि च श्यन् विकल्पेन भवति. एतत् सर्वम् अहम् उक्तवती. भ्रमु अत्र अनवस्थाने इत्यस्मिन् अर्थे भ्रमणम् इति पदं द्रुडन्तं सिद्ध्यति. वाक्यं वक्तुमिच्छामश्चेत् वानरः भ्रमणं करोति. अत्र भगिनि क्षम्यताम्, वानरः भ्रमणं करोति इति एकं वाक्यम्, अथवा नारदः त्रिषु लोकेषु भ्रमणं करोति, भ्राम्यति. अथवा अहं प्रतिदिनं प्रातःकाले भ्रमामि. अत्र करोमि, यदि अहं तदेव वाक्यं ईदृशं वक्तुम् इच्छामि चेत्, भ्रमरः उद्याने भ्रमणं करोति, अथवा भ्रमरः उद्यानस्य भ्रमणं करोति. अत्र पश्यतु, भ्राम्यति, उद्याने भ्राम्यति अथवा उद्यानस्य भ्रमणं करोति. अत्र पश्यतु, भ्रमधातोः प्रसङ्गे कर्मपदं सिध्यति वा न वा इति द्रष्टव्यम्. अत्र भ्रमधातुः अकर्मकः अस्ति चेत् केवलं भ्रमणं करोति, उद्याने भ्रमणं करोति. सप्तमी विभक्तेः प्रयोगः भवति. भ्रमरः पुष्पात् परितः भ्रमणं करोति. पुष्पात् तत्र परितः, उभयतः इत्यादीनि पदानि उपपदानि, उपपद द्वितीया भवति. तत्र द्वे वाक्ये अपि सप्तमी एव भवति, उद्याने भ्राम्यति, उद्याने भ्रमणं करोति इति, किल? तत्र सप्तमी विभक्तेः प्रयोगः भवति. कथम् इत्युक्ते नारदः त्रिषु लोकेषु भ्रमति, अथवा नारदः त्रिषु लोकेषु भ्रमणं करोति, अथवा अहम् उद्याने भ्रमणं करोमि. तत्र कर्मपदं योजयित्वा वक्तुं शक्यते वा इति इतोपि चिन्तनीयं. भगिनी, मम पार्श्वे एक पुस्तकम् अस्ति, तत्र दत्तम् अस्ति भ्रमर पुष्पं परित भ्रमति. पुष्पं परितः, तत्र पुष्पम् इति द्वितीया विभक्त्याम् अस्ति. परित शब्दस्य नियमः उपपद द्वितीया, द्वितीया एव अस्ति, कर्मपदं न भवति तत्र, किल? द्वितीया विभक्तिः इत्युक्ते कर्मपदमेव. किन्तु तत्र सर्वदा न भवति, किल भगिनी? द्वितीया भवति चेदपि यत्र कुत्रापि कर्मपदं भवतु इति नास्ति, किल? अत्र द्वितीया विभक्तिः इत्युक्ते कर्मपदमेव, किन्तु कारकद्वितीया वा नो चेत् उपपदद्वितीया वा इति द्रष्टव्यं. किम् इति प्रश्नस्य उत्तरं मिलति चेत् सकर्मकधातुः अस्ति चेत् तत् कर्मपदं सिध्यति. किन्तु कुत्रचित् द्वितीया विभक्तिः उपपदानां योजनेन अपि, कथम् इत्युक्ते अलम् इति एकम् उपपदम् अस्ति, परितः, उभयतः इत्यादीनि उपपदानि सन्ति चेदपि तत्र कारकद्वितीया नास्ति, उपपदद्वितीया विभक्तिः भवति. यथा पुष्पं परितः, गृहं परितः, गृहम् उभयतः वृक्षाः सन्ति. भगिनी, भ्रमरः इति शब्दः अपि भ्रमधातुतः आगच्छति वा? यः सः भ्रमणं करोति सः भ्रमरः. शङ्कराचार्यस्य एक कम्पोजिशन् मे अपि, चेतो भृङ्ग भ्रमसि वृता भवमरुभूमौ विरसायामिति नरसिंहस्तोत्र एकमस्ति. चेतो भृङ्ग भ्रमसि वृथा, मैण्ड् युर् वेस्ट्फुलि गोयिङ्ग् रौण्ड् एण्ड् रौण्ड् इन् दिस् भवमरुभूमौ. चेतो भृङ्ग भ्रमसि वृथा भव मरुभूमौ विरसायाम्. बिकास् भव इस् लैक् अ मरुभूमि, देर् इस् नो रसा इन् दट्, बट् स्टिल् अवर् मैण्ड् गोस् रौण्ड् एण्ड् रौण्ड् द विषयस् थिङ्किङ्ग् देर् इस् लाट् आफ् रसा इन् देम्, बट् इट् इस् विरसा. भज भज लक्ष्मी नरसिंहानग पद सरसिज मकरन्दम् हि सेस्. धन्यवादः. धन्यवादः. चेतः सकारान्तपदं चेतो इति भवति इति कृत्वा तत्र विसर्गसन्धिः भवति. अन्तिमं वाक्यं करोतु भगिनि. अर्जनं करोति इति, तत्र अर्जनम् इत्युक्ते अर्ज् धातुः, अर्ज् धातुः, ओप्टेन् इति प्राप्तम् इति अर्थे भवति. तत्र भवान् ज्ञानस्य अर्जनं करोति इति वक्तुं शक्नुमः, किल? अपि च भवान् ज्ञानम् अर्जयति अपि. उत्तमं. ज्ञानस्य अर्जनं करोति, ज्ञानम् अर्जयति, अथवा समस्तपदं कृत्वा वदामश्चेत् ज्ञानार्जनं करोति. उत्तमं. षष्ठीविभक्तेः लोपः भवति, लोपं कृत्वा समस्तपदं कृत्वा वदामश्चेत् अहं ज्ञानार्जनं करोमि इति, अथवा तस्य ज्ञानार्जनम् अभवत् इति अपि भवितुम् अर्हति, किल? उत्तमं, तदेव. अत्र धनस्य अर्जनम् अथवा ज्ञानस्य अर्जनम्, अर्जनम् इत्युक्ते सम्पादनम् अथवा समुपार्जयामि. समुपार्जनम् इति साधारणं पदमेव, संयोगः उपयोगः अर्जुधातुतः सम्पादितं रूपं समुपार्जनं, सम्पादनं करोमि. अर्जनम् आर्जनम्, अत्र अर्जनम् अस्ति, आर्जनम् अस्ति वा? ज्ञानार्जनम् अपि तत्र सन्धिः भवति. सवर्णसन्धेः कारणेन ज्ञानयोगः अर्जनं समस्तपदे सन्धिः नित्यः इति कृत्वा सवर्णदीर्घसन्धिं कृत्वा ज्ञानार्जनं. भगिनी, अर्जुनः इति नाम अपि, सोरि, नाम अपि किञ्चित् अर्ज किञ्चित् किम् अर्थेन अस्ति वा? अहं न जानामि भगिनि, दृष्ट्वा एव वक्तुं शक्नोमि अर्ज धातुः रूपं वा इति द्रष्टव्यं. दृष्टवती वदामि वा? वदतु. तत्र शब्दकल्पद्रुमे अर्जुनम् इति अर्जुनः अपि अस्ति. अर्ज योगः उनन् इति, अर्ज एव अर्जयोगः उनन् इत्यनेन आगतं पदम्. अस्तु, धातुः सह धातुः एव किन्तु भिन्नप्रत्ययस्य योजनेन अर्जुनः. उनन् इत्युक्ते किं भगिनि? वन् अदर् इण्ट्रेस्टिङ्ग् श्लोक ऐ रिमेम्बर्ड् रामरक्षास्तोत्रे आगच्छति, भर्जनं भव बीजानां, अर्जनं सुखसम्पदां, तर्जनं यमदूतानां, रामरामेति गर्जनम्. चत्वारि पदानि लुडन्तपदानि सन्ति. भर्जनं भर्जनम् इत्युक्ते फ्रैङ्ग्. भर्जनं भव बीजानां, संसार बीज, हि जस्ट् रैस् इट् आफ् so that samsara will never come back, it won't grow again. Bharjanam bhava bijana, arjanam sukha sampadam, by saying Rama's name. Bhagini, atra bhava bijanam bharjanam, anantram sukha sampadam arjanam, yamadutanam tarjanam, Rama Ramiti garjanam. Uttama. इत्युक्ते अस्मिन् श्लोके केवलं षष्टिविभक्ति बहुवचनरूपाणि दत्तानि, अपि च चत्वारि पदानि ल्युडन्तपदानि, गर्जनं भर्जनं तर्जनं अर्जनं गर्जनं गर्जनं क्षम्यता. साधारणतया वयं शृणुमः तर्जनभर्जनम् इति. तर्जनम् इत्युक्ते तर्जन्या यत् कृतमस्ति तत् तर्जनं. तर्जनी वयं जानीमः, तर्जनी इत्युक्ते इण्डेक्स् फिङ्गर्. तर्जनीं प्रसार्य यत्किमपि वदामः तदेव तर्जनं, तर्जनं भर्जनं. When you want to scold somebody, we show that tarjani, तर्जनं. वदतु शोभा भगिनी, वदतु एकवारं. तत्र तृतीयविभक्ति उपयोगं करोमि चेत् यः इत्यस्य, या इत्यस्य, तत्र स्त्रीलिङ्गे अस्ति या. किं भवति भगिनि, लता अस्ति, लता यै, लतया, यया, यया तर्जनं कुर्मः, यया तर्जनं भवति इति अस्ति वा? तर्जनी, तर्जनी इत्यनेन तर्जनं भवति, यया तर्जनं भवति. यया तर्जनं भवति सा एव तर्जनी इति अस्ति वा? तर्जनी अङ्गुल्यं दर्शनं भवति तदा चत्वारः अङ्गुल्यः अस्माकं पुरतः अस्ति. वयं पूर्वं पठितवन्तः तस्यां कथायां, तस्यां कथायां विशेषः अस्ति, सारः अस्ति इति कृत्वा वयम् अङ्गुल्याः प्रसङ्गे तां कथां वयं पठितवन्तः. धन्यवादः.